आश्रमः यवनै वृद्धास्तीर्थानि सरितः सरितस्तथा देवतायतनान्यत्र दुष्टैर्नष्टानि भूरिशः। इदमेव प्रमाणं भागवतमाहात्म्यस्य लेखनं तुरुष्काणामाक्रमणात् परमेव जातम् इति वदन्ति। आश्रमाः नाम मठाः यवनैः नाम तुरुष्कैः इति मन्यताम्, तैः वृद्धाः तैः अवरुद्धाः सन्ति, तीर्थानि अपि तथैव सरितस्तथा नाम पुण्यनदयः ये सन्ति नदाः वा ते सर्वेपि वृद्धाः अधुना यवनैः। प्राक्तनकाले यदा म्लेच्छानां राज्यमासीत् अस्माकं देशे, तदा तीर्थक्षेत्राणि गन्तुं बहु कष्टमासीत्, प्रतिबन्धः आसीत्, किञ्च किमपि धनं भूरिशः धनं दातव्यमासीत् तत्र तीर्थयात्रिभिः, तथा च साधारणजीवनयापनार्थमपि किमपि विशिष्टं करं दातव्यमासीत्। करं नाम टेक्स् इति वदामः खलु, जिज्या इति। अस्तु, अग्रे वदति, देवतायतनान्यत्र दुष्टैर्नष्टानि भूरिशः। भूरिशः देवतायतनानि नाम देवगृहाः, देवालयाः। दुष्टैर्नष्टानि